पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायम् 84 ऋषय ऊचुः सूदसूदमहाभाग रोमहर्षणनन्दन कदा रम्या त्वया प्रोक्ता लोकस्यानन्ददायिनी श्रीकृष्णस्य महाभागचरितं महदद्भुतं श्रुतं सर्वं त्वया प्रोक्तं निर्वृद्धिस्तेन चाभवद् अहो श्रीकृष्णमाहात्म्यं भक्तानां गतिदायकं यतस्तेन महाभागनिर्वृतिं को न चाप्नुयाद अध पुनरपि श्रीमत्कृष्णस्य चरितं महद श्रोतुमिच्छामहेच्छान्यत् व्रतदानार्हणादिकं स्नानं वापि महाभाग यथा येन कृतं पुरा तत्सर्वं विस्तराद्ब्रूहि यथा नो निर्वृतिर्भवेद् सूत उवाच साधु पृष्टं द्विजश्रेष्ठा लोकानां तारणं परं यूयं कृतार्था कृष्णस्य भक्त्या सम्पूर्णमानसाः श्रीकृष्णचरितं पुण्यं साधूनां हर्षदं परं प्रवक्ष्यामि द्विजश्रेष्ठा महदाख्यानमुत्तमम् एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः मधुरायामम्बरीशं कृष्णाराधनतत्परं महाभागं व्रतपरं ददर्श मुनिसत्तमः स आगतं मुनिवरं सत्कृत्य मुनिसत्तमः भवन्त इव पप्रच्छ श्रद्धया हृष्टमानसः अम्बरीश उवाच यन्मुने परमं ब्रह्म वेदवादिभिरुच्यते स देवः पुण्डरीकाक्षस्वयं नारायणः परः यो मूर्तो मूर्तिमानीशो व्यक्तो व्यक्तः सनातनः सर्वभूतमयो चिन्त्यो ध्यातव्यः स कथं हरिः यस्मिन् सर्वमिदं विश्वमोदं प्रोदं प्रतिष्ठितम् अव्यक्तमेकं परमं परमात्मेदि विश्रुतं यतो जन्मादिजगतो यो निर्माय स्वयंभुवं ददौ तस्मै च निगमानात्मन्येव व्यवस्थितान् कथमाराध्यते सोऽयं समग्रपुरुषार्थतः योगिनामपि दुर्गम्यस्तदेतत्कृपया वद अनाराधितगोविन्द न विन्दति हिदोदयम् न तपो यज्ञदानानां लभते फलमुत्तमम् अनास्वादितगोविन्दपदाम्बुजरसश्चयः मनोरथपथातीतं स्वीदं नाकलयेत्फलं हरेराराधनं हित्वा दुरितौखनिवारणम् नान्यत् पश्यामि जन्तूनां प्रायश्चित्तं परं मुने यद्भ्रूनर्तनवर्तिन्यश्रूयन्ते सिद्धयोगिलाः कथमाराध्यते सोऽयं केशवक्लेशनाशनः उपास्यते स भगवान् कथं नारायणो नरैः प्रीतश्च सर्वमेतन्मेहिदाय जगदोवद भक्तिप्रियोऽसौ भगवान् कया भक्त्या प्रसीदति कथं तस्मिन् भवेद्भक्तिः सर्वैराराध्यते कथं वैष्णवोऽसि हरेस्तस्य प्रियोऽसि परमार्थविद तेन त्वामेव पृच्छामि ब्रह्मन् ब्रह्मविदुत्तम श्रोतारमथ वक्तारं प्रष्टारं पुरुषं हरेः प्रश्नपुनादिकृष्णस्य तदङ्क्रि सलिलं यथा दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः तत्रापि दुर्लभमन्ये वैकुण्ठप्रियदर्शनं संसारेऽस्मिन् क्षणार्धोऽपि सत्सङ्गस्येवधिर्नृणां यस्मादवाप्यते सर्वं पुरुषार्थचतुष्टयं भगवन् भवदो यात्रा स्वस्तये सर्वदेहिनां बालानां तु यथा पित्रोरुत्तमश्लोकवर्त्मनाम् भूतानां देवचरितं दुःखाय च सुखाय च सुखायैव हि साधूनां त्वादृशमच्युतात्मनां भजन्ति ये यथा देवान् देवा अपि तथैव तान् चायेव कर्मसचिवा साधवो दीनवत्सलाः तस्मात् त्वं भगवन्मह्यं वैष्णवं धर्ममादिश यस्योपदेशदानेन लभते वेदजं फलं नारद उवाच साधु पृष्टमहीपाल विष्णुभक्तिमदा त्वया जानता परमं धर्ममेकं माधवसेवनं यस्मिन्नाराधिते विष्णौ विश्वमाराधितं भवेद् तुष्टे चराचरं तुष्टं सर्वदेवमयेखरौ यस्य स्मरणमात्रेण महापादकसंहतिः तत्क्षणान् नाशमायादि ससेव्यो हरिरेव हि को नु राजन्निन्द्रियवान् मुकुन्दचरणाम्बुजं न भजेत् सर्वतो मृत्युरुपास्य मृषिदैवतैः श्रुतो नु पठितोऽध्याद आदृतश्चानुमोदितः सद्य पुनादि सद्धर्मो वीरो विश्वद्रुहोऽपिः योऽयं कारणकार्यादि कारणस्यापि कारणम् अनन्यकारणं योगी जगज्जीवो जगन्मयः अणुर्बृहत्कृशस्थूलो निर्गुणो गुणभृन्महान् अजो जन्मलयातीतो ध्यातव्यः स हरिः सदा सम्यगे तद्व्यवसितं भवता पुरुषर्षभ यत्पृच्छसे भागवतां धर्मांस्त्वं विश्वभावनान् प्रसङ्गेन सदा महात्ममनश्रुतिरसायनः भवन्ति कीर्तनीयस्य कथा कृष्णस्य निर्मलाः भावसाध्योऽयं देवस्वयं जानाति तद्भवान् तथापि वक्ष्ये जगतो हिताय तव गौरवाद यदाहु परमं ब्रह्म प्रधानपुरुषात्परं यन्मायया तदं सर्वं सर्वं यच्छति सोऽच्युतः पुत्रान् करत्रं दीर्घायुराज्यं स्वर्गापवर्गकं स दद्या दीप्सितं सर्वं भक्त्या सम्पूजितो जिदः कर्मणा मनसा वाचा तत्परा येहि मानवाः तेषां व्रतानि वक्ष्यामि प्रीदये भूपसत्तम अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्पदा एतानि मानसान्याहुर्व्रतानि हरितुष्टये एकभक्तं तथा नक्तमुपवासमयाचितम् इत्येवं कायिकं पुंसां व्रतमुक्तं नरेश्वर वेदस्याध्ययनं विष्णोकीर्तनं सत्यभाषणम् अपैशून्यमिदं राजन्वाचिकं व्रतमुत्तमं चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेद् नाशौचं कीर्तने तस्य स पवित्रकरो यतः वर्णाश्रमाचारवदा पुरुषेण परपुमान् विष्णुराराध्यदे पन्थानान्यसन्तोषकारणं पदिप्रियहिताभिश्च मनोवाकाय संयमैः व्रतैराराध्यदे स्त्रीभिर्वासुदेवोदयानिधिः आगमोक्तेन मार्गेण स्त्रीशूद्रैरपि पूजनं कर्तव्यं कृष्णचन्द्रस्य द्विजादि वररूपिणः त्रयो वर्णास्तु वेदोक्तमार्गाराधनतत्पराः स्त्रीशूद्रादय एव स्युर्नाम्ना राधनतत्पराः न पूजनैर्न यजनैर्न व्रतैरपि माधवः तुष्यते केवलं भक्तिप्रियोऽसौ समुदाहृदः स्त्रीणां पतिव्रतानां तु पतिरेव हि दैवतं सदुपूज्यो विष्णुभक्त्या मनोवाकाय कर्मभिः कर्तव्यं श्रद्धया विष्णोश्चिन्तयित्वा पदिं हृदि शूद्राणां चैव भवति नाम्ना वै देवतार्चनं सर्वे व्यागममार्गेण कुर्युर्वेदानुकारिणा स्त्रीणाम्यप्यधिकारोऽस्ति विष्णोराराधनादिषु पदिप्रियरतानां च श्रुतिरेषा सनातनी स्वकुलोचितधर्मेण यद्यस्य विहितं व्रतं तत्तदेवाचरेद्यस्तु तेन तुष्यति केशवः अविषाग्नौ जले पुष्पैर्ध्यानेन हृदये हरिं यजन्ति सुरयो नित्यं जपेन रविमण्डले अहिंसा प्रथमं पुष्पं द्वितीयं करणग्रहः तृतीयकं भूतदया चतुर्थं क्षान्तिरेव च शमस्तु पञ्चमं पुष्पं दमःषष्ठं च सप्तमं ध्यानं सत्यं चाष्टमं च ह्येतैस्तुष्ट्यति केशवः एतैरेवाष्टभिः पुष्पैस्तुष्यत्येवार्चितो हरिः पुष्पान्तराणि सन्त्येव बाह्यानि मनुजोत्तम भक्त्या कृतानि यैर्विष्णुपूजितः परितुष्यति वारुणं सलिलं पुष्पं सौम्यं कृतपयोदधि प्राजापत्यं तथान्नादि आग्नेयं धूपदीपकं फलपुष्पादिकं चैव वानस्पत्यं तु पञ्चमं पार्थिवं कुशमूलाद्यं वायव्यं गन्धचन्दनं श्रद्धाख्यं विष्णुपुष्पं च वाद्यं विष्णुपदं स्मृतम् येभिस्तु पूजितपुष्पैः अपि विष्णुः प्रसीदति सूर्योऽग्निर्ब्राह्मणो गावो वैष्णवखं मरुज्जलम् भूरात्मा सर्वभूतानि पूजास्थानानि वाहरेः सूर्ये तु मन्त्रजाप्येन हविषाग्नौ यजेत्ततः आदिध्येन तु विप्राग्र्ये गोषु ग्रासरसाधिना वैष्णवे बन्धुसत्कृत्या हृदये ध्याननिष्ठया वायौ मुख्यधियातोये द्रव्यैस्तोय पुरस्कृतैः स्तण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि क्षेत्रज्ञं सर्वभूतेषु समत्वेनार्चये द्विभुं धिष्ण्येष्वेदेषु तद्रूपं शङ्खचक्रगदाम्बुजैः युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत् समाहितः ब्राह्मणैः पूजितैरेव पूजितोऽयं न संशयः निर्भर्सितैश्च तैर्भूव भवेत् निर्भर्सितो विभुः निगमो धर्मशास्त्रं च यदा धारे प्रवर्तते विप्रास्ते वैष्णवीमूर्तिपावनी परमा मता सर्वं शुभं जगति धर्मद एव लभ्यं धर्मो गतिर्निगमतो नृपधर्मशास्त्राद् नूनं तयोरपि गतिर्भुवि भूमिदेवास्तैरार्चितैरिह जगत्पतिरर्चितः स्याद् न यज्ञयोगैर्न तपोभिरन्यैर्न योगयुक्त्या न समर्चनेन तथा विभुस्तुष्यति देवदेवो यदा मही दैवत तोषणेन ब्रह्मण्यो ब्रह्मविद्ब्रह्मा ब्रह्म वेदप्रवर्तकः ब्राह्मणैरेव तुष्येद तोषितं ब्रह्मदैवतम् नरकेऽपि चिरं मग्ना पूर्वजाये कुलद्वये तदैव यान्ति ते स्वर्गं यदार्चति सुदोहरिं किं तेषां जीवितेनेह पशुवच्चेष्टितेन किं येषां न प्रवणं चित्तं वासुदेवे जगन्मये ध्यानं तस्य प्रवक्ष्यामि यन्न दृष्टं तु केनचिद श्रूयतां भूपकैवल्यं केवलं मलवर्जितम् यथा दीपो निवातस्थो निश्चलो वायुवर्जितः प्रज्वलन्नाशये सर्वमन्धकारं महामते तद्वद्वर्षविहीनात्मा भवत्येव निरामयः निराशो निश्चलो वीरो न मित्रं न रिपुस्तथा शोकहर्षो विषादश्च न लोभो मत्सरो भ्रमः सम्भ्रमालापमोहैश्च सुखदुःखैर्विमुच्यते विषयैश्चापि सर्वैश्च इन्द्रियाणां प्रमुच्यते तदा स केवलज्ञानी कैवल्यत्वं प्रजायते ज्वालाकर्मप्रसङ्गेन दीपस्तैलं प्रशोषयेद् वर्त्याधारेण राजेन्द्र निर्द्वन्द्वो वायुवर्जितः कज्जलं वमदे पश्चात्तैलस्यापि महामदे कृष्णा सन्दृश्यते रेखा दीपस्याग्रे महामदे स्वयमाकृष्य तत्तैलं तेजसा निर्मलो भवेद् काये चान्दस्थितस्तद्वत् कर्मतैलं प्रशोषयेद् विषयान् कज्जलं कृत्वा प्रत्यक्षान् सम्प्रदर्शयेद् ज्वालावन्निर्मलो भूत्वा स्वयमेव प्रकाशयेत् क्रोधलोभादिभिः संज्ञैर्वायुभिः परिवर्जित निःस्पृहो निश्चलो भूत्वा तेजश्च स्वयमुज्ज्वलेत् त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थं स्वतेजसा केवलज्ञानरूपोऽयं मया ते परिकीर्तितः ध्यानं चैव प्रवक्ष्यामि द्विविधं तस्य चक्रिणः केवलज्ञानरूपेण दृश्यते परचक्षुषा योगयुक्ता महात्मान परमार्थपरायणः यं न पश्यन्ति मुग्धास्तु सर्वज्ञं सर्वदर्शकम् हस्तपादविहीनश्च सर्वत्र परिगच्छति सर्वं गृह्णाति त्रैलोक्यं स्थावरं जङ्गमं पुनः नासामुखविहीनस्तु क्रादि भक्षति भूपदे अकर्ण शृणुते सर्वं सर्वसाक्षी जगत्पदिः अरूपोरूपसम्बन्धपञ्चवर्गवशङ्गदः सर्वलोकस्य यः प्राणपूज्यते सचराचरैः अजिह्वो वदते सर्वं वेदशास्त्रानुगं तथा अत्वजस्पर्शमेवापि सर्वेषामेव विन्दति सदानन्दो विविक्ताक्ष एकरूपो निराश्रयः निर्गुणो निर्ममो व्यापी सगुणो निर्मलो नखः अवश्य सर्ववश्यात्मा सर्वद सर्ववित्तमः तस्य मादान चैव अस्ति स वै सर्वमयो विभुः एवं सर्वमयं ध्यानं यश्च पश्यत्यनन्यधिः स यादि परमं स्थानममोत्तममृतोपमम् द्वितीयं तु प्रवक्ष्यामि तच्छृणुष्व महामदे मूर्ताकारं तु साकारं निराकारं निरामयं ब्रह्माण्डं सर्वमदुलं वासिदं यस्य वासनाद स तस्माद्वासुदेवास्तु प्रोच्यते नृपनन्दन वर्षमाणस्य मेघस्य यद्भासा तस्य तद्भवेद् सूर्यतेजप्रतिकाशं चतुर्बाहुं सुरेश्वरं दक्षिणे शोभदे शङ्को हेमरत्नविभूषितः कौमोदकी गदा तस्य महासुरविनाशिनी वामे च शोभदेवीरहस्ते तस्य महात्मनः महापद्मं सुगन्धाढ्यं तस्य दक्षिणहस्तगम् शोभमानं सदैवास्ते सायुधं कमलश्रियं कम्बुग्रीवं सुवृत्तास्यं पद्मपत्रनिभेक्षणं राजमानं हृषिकेशं दशनै कुन्दसन्निभैः गुडाकेशस्य यस्यास्ते अधरो विद्रुमाकृतिः शोभदे पुण्डरीकाक्षः किरीडेनापि भास्वता विशालेनाभिरूपेण केशवस्तु सुवक्षसा कौस्तुभेनाङ्गिदेनैव राजमानो जनार्दनः सूर्यतेजप्रतिकाशकुण्डलाभ्यां प्रभाति च हरिकेयूरकङ्कणैर्हारैर्मौक्तिकैर्ऋक्षसन्निभैः वपुषा भ्राजमानस्तु विजयो जयताम्बर भ्राजते सोऽपि गोविन्दो हेमवर्णेन वाससा मुद्रिकाभिस्तु युक्ताभिरङ्गुलीषु विराजते सर्वायुधैः सुसम्पूर्णैर्दिव्यैराभरणैर्हरिः वैनतेयसमारूढो लोककर्ता जगत्पतिः एवं यो ध्यायते नित्यमनन्यमनसा नरः मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति एतत् सर्वमाख्यातं ध्यानभेदं जगत्पतेः इति श्रीपद्मपुराणे पादालखण्डे नारदाम्बरीष संवादे वैशाखमासमाहात्म्ये भगवद्ध्यानावर्णनं नाम चतुरशीतितमोऽध्यायः ॐ